पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 29 एकोनत्रिंशोऽध्यायः पुलस्त्य उवाच तथैवान्यत् प्रवक्ष्यामि सर्वकामफलप्रदं सौभाग्यशयनं नाम यत्पुराणविदो विदुः पुरा दग्धेषु लोकेषु भूर्भुवस्वर्महादिषु सौभाग्यं सर्वभूतानामेकस्तमभवत्तदा वैकुण्ठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितं ततः कालेन कियदा पुनः सर्गविधौ नृपः अहङ्कार वृते लोके प्रधानपुरुषान्विते स्पर्धायां च प्रवृद्धायां कमलासनकृष्णयोः पिङ्गाकारा समुद्भूता वह्निज्वालाधिभीषणा तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम् यद्वक्षस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितं रसरूपं न तद्यावदाप्नोति वसुधातले उत्क्षिप्तमन्तरिक्षात्तु ब्रह्मपुत्रेण धीमता दक्षेण पीदमात्रं तद्रूपलावण्यकारकम् बलं तेजो महज्जादं दक्षस्य परमेष्ठिनः शेषं यदपदद्भूमा वष्टधा तद्व्यजायद तदस्त्वाश्रयधयो जादाः सप्तसौभाग्यदायिकाः इक्षवस्तरुराजश्च पवावशालिधान्यकं विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा लवणं चाष्टमं तद्वत् सौभाग्याष्टकमुच्यते पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा दुःखिता सा भवत्तस्माद्यासदित्यभिधीयते लोकानतीत्य लालित्याल्ललिता तेन चोच्यते त्रैलोक्यसुन्दरीं देवीमुपयेमे पिनाकदृक त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदां तामाराध्य पुमान् भक्त्या नारी वा किं न विन्दति भीष्म उवाच कथमाराधनं तस्या ललिताया मुने वद यद्विधानं त जगदशान्तये तद्वदस्व मे पुलस्त्य उवाच वसन्तमासमासाद्य तृतीयायां जनप्रियः शुक्लपक्षस्य पूर्वाह्ने तिलै स्नानं समाचरेत् तस्मिन्नह्नि सा देवी किल विश्वात्मना सती पाणिग्रहणिकैर्मन्त्रैरुदूढा वरवर्णिनी तया सहैव विश्वेशं तृतीयायामधार्चयेत् फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुधैः प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुतां नमोऽस्तु पाडलायैदु पादौ देव्या शिवस्य च शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्द्वयोः त्र्यम्बकायेदि रुद्रस्य भवान्यै जङ्घयोर्युगम् शिरो रुद्रेश्वरायेदि विजयायै च जानुनी सङ्कीर्त्य हरिकेशाय तथोरुवरदे नमः ईशायेदि कटिमृत्यै शङ्करायेदि शङ्करम् कुक्षिद्वयं च कोडव्यै शूलिनं शूलबाणये मङ्गलायै नमस्तुभ्यमुदरं चाभिभूजयेद् सर्वात्मने नमो रुद्रमीशान्यै जकुचद्वयं शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेद् त्रिपुरघ्नाय विश्वेशमनन्दायै करद्वयम् त्रिलोचनायेदि हरं बाहुकालानलप्रिये सौभाग्यभवनायेदि भूषणानि सदार्चयेद् स्वाहा स्वधायै च मुखमीश्वरायेदि शूलिनम् अशोकवनवासिन्यै पूज्या वोष्टौ च भूदितौ स्थाणवे च हरं तद्वदास्यं चन्द्रमुखप्रिये नमोर्धनारीश हरमसिताङ्गीदि नासिकां नम उग्राय लोकेशं ललितेदि पुनर्भ्रुवौ सर्वाय पुरहर्तारं वासुदेव्यै तथालकं नमः श्रीकण्ठनाथाय शिवकेशांस्तथार्चयेद् भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः हरमभ्यर्च्य विधिवत् सौभाग्याष्टकमग्रतः स्थापये स्निग्ध निष्पावान् कुसुम्भक्षीरजीरकं तरुराजेक्षुलवणं कुस्तुम्बुरुमथाष्टमं दद्यात्सौभाग्यकृद्यस्मात् सौभाग्याष्टकमित्युद एवं निवेद्य तत्सर्वमग्रदशिवयोः पुनः चैत्रे शृङ्गाडकान् प्राश्य स्वपेद्भूमावरिन्दम पुनः प्रभाते च तथा कृतस्नानजपशुचिः सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रं विभूषणैः सौभाग्याष्टकसंयुक्तसौवर्णं प्रतिमाद्वयम् प्रियदां मेत्रललिता ब्राह्मणाय निवेदयेद् एवं संवत्सरं यावत् तृतीयायां सदा नृप प्राशनेदानमन्त्रे च विशेषोऽयं निबोध मे गोशृङ्गाम्बुमधौ प्रोक्तं वैशाखे गोमयं पुनः ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतं श्रावणे दधि सम्प्राश्यं नभस्येदु कुशोदकं क्षीरं चाश्वयुजे मासि कार्तिके पृषदाज्यकं मार्गशीर्षेदु गोमूत्रं पौषे सम्प्राशयेद्धृतम् माके कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुणे ललिता विजया भद्रा भवानी कुमुदा शिवा वासुदेवी तथा गौरी मङ्गला कमला सती उमा च दानकाले दुःप्रीयदमिति कीर्तयेद् तस्मिंस्तु द्वादशे मासि द्वादश्याम् कृष्णमर्चयेद् त तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमधार्चयेत् पौर्णमास्यामदस्तद्वत्सपत्नीकः पितामहः उपासनीयो विदुषा परत्रा भीतिमिच्छता सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता मल्लिकाशोककमलं कदम्बोत्पलचम्पकं कुब्जकं करवीरं च बाणमम्लानपङ्कजं सिन्धुवारं च सर्वेषु मासेषु कुसुमं स्मृतं जपाकुसुम्भकुसुमं मालतीशतपत्रिका यथा लाभं प्रशस्तानि करवीरं च सर्वदा एवं संवत्सरं यावदुपोष्य विधिवन्नरः स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तिदः प्रदां ते शयनं दद्यात् सर्वोपस्करसंयुतम् उमामहेश्वरौ हैमौ वृषभं च गवासः स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत् द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवं ब्रह्माणं सहसावित्र्या पूजयित्वा नरस्त्विह सर्वान् कामानवाप्नोति मनसा समभीप्सितान् अन्यान्यपि यथा शक्ति मिथुनान्यम्बरादिभिः धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः वित्तशाढ्येन रहितपूजयेद्गतविस्मयः एवं करोति यः सम्यक् सौभाग्यशयनव्रतं सर्वान् कामानवाप्नोति पदं वा नित्यमश्नुदे फलस्यैकस्य च त्यागमेतत् कुर्वन् समाचरेत् यशकीर्तिमवाप्नोति प्रतिमासं नराधिप सौभाग्यारोग्यरूपैश्च वस्त्रालङ्कारभूषणैः न वियुक्तो भवेद्राजन् सौभाग्यशयनप्रदः यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् करोति सप्तचाष्टौ वा ब्रह्मलोके महीयते पूज्यमानो वस्से सम्यक् यावत् कल्पायुतं नरः विष्णोर्लोकमथा साध्य शिवलोकगतस्तथा नारी वा कुरुदे यादु कुमारी वा नरेश्वर सापि तत्फलमाप्नोति देव्यनुग्रहलालिता शृणुयादपि यश्चैव प्रदद्यादथवा मतिम् सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वद कृतमथ पवनेन नन्दिना च किमु जननाथ महाद्भुतं न वा स्याद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे व्रताध्यायो नाम एकोनत्रिंशोऽध्यायः ॐ